पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 62 विष्णुरुवाच कुण्डलस्याश्रमं गत्वा सत्यधर्मसमाकुलं सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणं शुश्रूषं तं महात्मानं गुरुसत्यपराक्रमं महारूपं महातेजं महाज्ञानसमाकुलं मातापित्रोपदान्ते तमुपविष्टं ददर्श सः महाभक्त्यान्वितं शान्तं सर्वज्ञानमहानिधिं कुण्डलस्यापि पुत्रेण सुकर्मणा महात्मना आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम् आसनात्तूर्णमुद्धाय अभ्युत्थानं कृतं पुनः आगच्छत्वं महाभागविद्याधरमहामदे आसनं पाद्यमर्घ्यं च ददौ तस्मै महामतिः निर्विघ्नोऽसि महाप्राज्ञकुशलेन प्रवर्तसे निरामयं च पप्रच्छ पिप्पलं तं समागतं यस्मादागमनं तेद्य तत्सर्वं प्रवदाम्यहं वर्षाणां च सहस्राणि त्रीणि यावत्त्वया तपः तप्तमेव महाभाग सुरेभ्य प्राप्तवान्वरम् पश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च तेन मत्तो न जानासि गर्वमुद्वहसे वृथा दृष्ट्वा ते चेष्टितं सर्वं सारसेन महात्मना ममाभिधानं कथितं मम ज्ञानमनुत्तमम् पिप्पल उवाच योऽसौ मां सारसो विप्र सरित्तीरे प्रयुक्तवान् सर्वं ज्ञानं वदेन्माहि सदुःखप्रभुरीश्वरः सुकर्मोवाच भवन्त मुक्तवान्यो वै सरित्तीरे दुसारसः ब्रह्माणं त्वं महाज्ञानं तं विद्धि परमेश्वरम् अन्यत् किं पृच्छसे ब्रूहि तमेवं प्रवदाम्यहं विष्णुरुवाच एवमुक्तः स धर्मात्मा सुकर्मा नृपनन्दन पिप्पल उवाच त्वयि वश्यं जगत्सर्वमिति शुश्रुमभूतले तन्मे त्वं कौतुकं विप्र दर्शयस्व प्रयत्नदः पश्य कौतुकमेवाद्य त्वं वश्यावश्यकारणं तमुवाच स धर्मात्मा सुकर्मा पिप्पलं प्रति अथ सस्मार वै देवान् सुकर्मा प्रत्ययाय वै इन्द्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः समागता समाहूदा नानाविद्याधरास्तथा सुकर्माणं ततः प्रोजुर्देवाश्चाग्निपुरोगमाः कस्मास्मृतास्त्वया विप्र तदोऽर्थकारणं वद सुकर्मोवाच अयमेष सुसम्प्राप्तो विद्याधरो हि पिप्पलः मामेवं पाषदे विप्र वश्यावश्यत्वकारणं प्रत्ययार्थं समाहूदा अस्यैव च महात्मनः स्वं स्वं स्थानं प्रगच्छध्वमित्युवाच सुरान् प्रति तमूचुस्ते तदो देवा सुकर्माणं महामतिम् अस्माकं दर्शनं विप्र नमोकं जायते वरं वरं वरय भद्रं ते मनसा यद्धिरोचते तत्ते दद्मो न सन्देहस्त्वेव मूचुः सुरोत्तमाः भक्त्या प्रणम्य तान् देवान्ययाचे सद्विजोत्तमः अचलां दत्त देवेन्द्र सुभक्तिं भावसंयुतां मातापित्रोश्च मे नित्यं तद्वै वरमनुत्तमम् पिता मे वैष्णवं लोकं प्रयात्वेदद्वरोत्तमम् तद्वन्माता च देवेश वरमन्यं न याचये देवा ऊचुः पितृभक्तोऽसि विप्रेन्द्र भक्त्या तव वयं द्विज सुकर्मञ्छ्रूयतां वाक्यं प्रीत्या युक्ता सदैव ते एवमुक्त्वा गदा देवा स्वर्लोकं नृपनन्दन सर्वमैश्वर्यमेदेन तस्याग्रे परिदर्शितं दृष्टं तु पिप्पलेनापि कौतुकं च महाद्भुतं तमुवाच स धर्मात्मा पिप्पलं कुण्डलात्मजम् अर्वाचीनं त्विदं रूपं पराचीनं च कीदृश्यं प्रभावमुभयोश्चैव वदस्व वदताम्बर सुकर्मोवाच पराचीनस्य रूपस्य लिङ्गमेव वदामि ते येन लोका प्रमोदन्ते इन्द्राद्याः सचराचराः अयमेव जगन्नाथः सर्वगो व्यापकः प्रभुः अस्य रूपं न दृष्टं हि केनाप्येव हि योगिना श्रुतिरेव वदत्येवं तं वक्तुं सङ्गितेव सा अपाणिपादनासश्च अकर्णो मुखवर्जितः सर्वं पश्यति वै कर्म कृतं त्रैलोक्यवासिनां तेषां मुक्तमकर्णश्च सशृणोति सुसाक्ष्यदः गतिहीनो व्रजेत् सोऽपि स हि सर्वत्र दृश्यते पाणिहीनोऽपि गृह्णादि पादहीनप्रधावति सर्वत्र दृश्यते विप्रव्यापकः पादवर्जितः यं न पश्यन्ति देवेन्द्र मुनयस्तत्त्वदर्शिनः स च पश्यति तान् सर्वान् सत्या सत्यपदे स्थितान् व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम् यं जानादि महायोगी व्यासो धर्मार्थकोविदः तेजोमूर्तिः स चाकाशमेकवर्णमनन्दकं तदेतन्निर्मलं रूपं श्रुतिराख्यादिनिश्चितं व्यासश्चैव हि जानादि मार्कण्डेयश्च तत्पदम् अर्वाचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः यदा संहृत्य भूतात्मा स्वयमेकः प्रगच्छति अप्सु शय्यां समास्थाय शेषभोगासनस्थितः तमाश्रित्य स्वपित्येको बहुकालं जनार्दनः जलान्धकारसंतप्तो मार्कण्डेयो महामुनिः स्थानमिच्छन् स योगात्मा निर्विण्णो भ्रमणेन सह भ्रममाणः स ददृशे शेषपर्यङ्कशायिनं सूर्यकोटिप्रदिकाशं दिव्याभरणभूषितम् दिव्यमाल्याम्बरधरं सर्वव्यापिनमीश्वरम् योगनिद्रागतं कान्तं शङ्खचक्रगदाधरम् एका नारी महाभागा कृष्णाञ्जनचयोपमा दंष्ट्रा करालवदनाभिमरूपा द्विजोत्तमा तयोक्तोऽसौ मुनिश्रेष्ठो मा भैरिति महामुनिः पद्मपत्रं सुविस्तीर्णं पञ्चयोजनमायतं तस्मिन् पत्रे महादेव्या मार्कण्डेयो निवेशितः केशवे सदि सुप्तेऽपि नास्त्यत्र च भयं तव तामुवाच स योगीन्द्र का त्वं भवसि भामिनि अस्मिन् विनिर्जिते चैका भवदी परिबृंहिता पृष्ठैवं मुनिना देवी सादरं प्राहभूसुर नागभोगाङ्कपर्यङ्गे स यस्वपिति केशवः अस्याकं वैष्णवी शक्तिकालरात्रिरिहोच्यते मामेवं विद्धि विप्रेन्द्र सर्वमायासमन्वितां महामायापुराणेषु जगन्मोहाय कथ्यते इत्युक्त्वा सा गदा देवी अन्तर्धानं हि पिप्पलः देव्यामनुगदायां तु मार्कण्डेयस्य पश्यतः तस्य नाभ्यां समुत्पन्नं पङ्कजं हाडकप्रभं तस्माज्जज्ञे महातेजा ब्रह्मालोकपितामहः तस्माद्विजज्ञिरे लोका सर्वे स्थावरजङ्गमाः इन्द्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप अर्वाचीनस्वरूपोऽयं पराचीनो निराश्रयः यदा स दर्शयेत् कायं कायरूपा भवन्ति ते ब्रह्माद्या सर्वलोकाश्च अर्वाचीना हि पिप्पला अर्वाचीना अमीलोका ये भवन्ति जगत्त्रये पराचीनस्स भूतात्मायं सुपश्यन्ति योगिनः मोक्षरूपं परं स्थानं परब्रह्मस्वरूपकम् अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितं पराचीनस्य यद्रूपं विद्याधर तवाग्रदः सर्वमेव मया ख्यातमन्यत् किं ते वदाम्यहं पिप्पल उवाच कस्मादेतन्महाज्ञानमुद्भूतं तव सुव्रत अर्वाचीनगतिं विद्वान् पराचीनगतिं तथा त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते तपसो नैव पश्यामि परां निष्ठां हि सुव्रत यजनं याजनं तीर्थं तपो वा कृतवानसि तत्प्रभावं वदस्वैवं केन ज्ञानं तवाखिलं सुकर्मोवाच तप एव न जानामि न कृतं कायशोषणम् यजनं याजनं वापि न जाने तीर्थसाधनं न मया साधितं ध्यानं पुण्यकालं सुकर्मजम् स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम् उभयोरभिहस्तेन मातापित्रोस्तु नित्यशः पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम् अङ्गसंवाहनं स्नानं भोजनाधिगमेव च त्रिकाले ध्यानसंलीनः साधयामि दिने दिने पादोदकं तयोश्चैव मातापित्रोर्दिने दिने भक्तिभावेन विन्दामि पूजयामि सुभावदः गुरु मे जीवमानौ दु यावत्कालं हि पिप्पल तावत्कालं हि मे लाभो ह्यदुलश्च प्रजायते त्रिकालं पूजयाम्येदौ शुद्धभावेन चेदसा स्वच्छन्दलीलासञ्चारी वर्ताम्येव हि पिप्पल किं मे चान्येन तपसा किं मे कायस्य शोषणैः किं मे सुदीर्थयात्राभिरन्यैः पुण्यैश्च साम्प्रतं मखानामेव सर्वेषां यत्फलं प्राप्यते द्विज तद्फलं तु मया दृष्टं पितुशुश्रूषणादपि मातुशुश्रूषणं तद्वत्पुत्राणां गतिदायकम् सर्वकर्मसु सर्वस्वं सारभूतं जगत्त्रये पुत्रस्य जायते लोको मातुशुश्रूषणादपि पितुशुश्रूषणे तद्वन्महत्पुण्यं प्रजायते तत्र गङ्गा गयातीर्थं तत्र पुष्करमेव च यत्र मातापिता तिष्ठेत् पुत्रस्यापि न संशयः अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च भवन्त्येतानि पुत्रस्य पितुशुश्रूषणादपि पितुशुश्रूषणात्तस्य दानस्य तपसः फलम् सत्पुत्रस्य भवेद्विप्र अन्यधर्मश्रमायदे पितुशुश्रूषणात् पुण्यं पुत्रः प्राप्नोत्यनुत्तमं स्वकर्मणस्तु सर्वस्वमिहैव च परत्र च जीवमानौ गुरुत्वे तौ स्वमातापितरौ तथा शुश्रूषदे सुतो भूत्वा तस्य पुण्यफलं शृणु देवास्तस्यापि तुष्यन्ति ऋषयः पुण्यवत्सलाः त्रयो लोकास्तु तुष्यन्ति पितुशुश्रूषणादिह मातापित्रोस्तु यः पादौ नित्यमेव हि क्षालयेद तस्य भागीरथीस्नानमहन्यहनि जायते पुण्यैर्मिष्टान्नपानैर्यपितरमादरं तथा भक्र्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम् अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते ताम्बूलश्चादनैश्चैव पानैश्चाशनकैस्तथा भक्र्या चान्येन पुण्येन गुरु येनाभिपूजितौ सर्वज्ञानी भवेत्सोऽपि यस्य कीर्तिमवाप्नुयात् मातरं पितरं दृष्ट्वा हर्षात् सम्भाषयेत् सुतः निधयस्तस्य सन्तुष्टास्तस्य गेहे वसन्ति ते गावः सौहृद्यमायान्ति पुत्रस्य सुखदा सदा इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मातृपितृतीर्थमाहात्म्ये द्विषष्टितमोऽध्यायः ॐ